नमस्ते. अद्य अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषयः प्रवर्तमानमस्ति. तर्हि गतसप्ताहे वयम् अधुना किं पश्यन्तः स्मः इत्युक्ते अन्तरङ्गम् इति विषयः. तत्र पूर्वोपस्थिता स्थितनिमित्तकम् अन्तरङ्गम् इति विषयः. तर्हि संज्ञा इति पूर्वं कैयट्टस्य मतं किम् इति गतसप्ताहे दृष्टवतः. अग्रे पुनः सारांशः अत्र उच्यते इति आरभ्य पश्यामः. नूतनः कः आगतः? नमस्ते भगिनि, मीना अस्मि. नमस्ते मीना भगिनि. वेङ्कटेशमहोदय प्रारम्भं करोतु. सारांशः सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव. नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं. शब्दः नाम कः? वर्णः पदं चेति. यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति अर्थः तस्मात् भिन्नः. अर्थः तस्मात् भिन्नः. संज्ञा च तस्मात् भिन्ना. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति. अतः अर्थः शब्दस्य विशेषणं. शब्दः एव विशेष्यः. स च शब्दः व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तस्य ग्रहणम्. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते इति तत्र इदानीं शब्दस्य प्राधान्यं व्याकरणशास्त्रे अस्ति इति तत्र उक्तमस्ति. शब्दः नाम कः इत्युक्ते तत्र वर्णः पदम् इति तत्र निर्णोतुं शक्नुमः शब्दस्य अर्थम् इति. यत्र ध्वनिः भवति अथवा ध्वनिः शब्दाध्वनिः जायते, न चेत् ध्वनिः एव अस्ति द्वोपि शब्दः इति वक्तुं शक्नुमः. अर्थः तस्मात् शब्दात् भिन्नः. संज्ञापि शब्दात् भिन्ना अस्ति. शब्दः अर्थवान् भवति, यतः शब्दस्य अर्थः भवति. शब्दं विशेष्यति, अतः अर्थः विशेषणं भवति, शब्दः विशेष्यं भवति. तत्र स च शब्दः यः विशेष्यः, स च शब्दः एव व्याकरणशास्त्रे प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा अस्ति. तत्तेन परिभाषया अङ्गशब्देन निमित्तं तत्र अन्तरङ्गं शब्दमेव अङ्ग निमित्तं भवति, तत्र निमित्तस्य ग्रहणं भवति. तात्पर्यम् अस्ति यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते. अतः इत्युक्ते तत्र शब्दः यत् अन्ते अस्ति तदेव तत्र स्वीक्रियते, तदेव अन्तरङ्गं बहिरङ्गम् इति प्रसङ्गे इति अर्थः वा तत्र? वदतु किमपि वक्तुं प्रयत्नवती. तावदेव आसीत् महोदय. उदाहरणार्थम् अत्र सिव् योगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदेपि अपेक्षमाणः शब्दः तु सिव् इत्येव. अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमिपदेन गृह्यते, न तु अर्थः संज्ञा वा इति. उदाहरणम् अत्र उच्यते सिव् योगः न. अत्र केचन संज्ञानां तत्र निमित्तानि सन्ति. तत्र इक्त्वं भवितव्यं, तत्र अनन्तरं लघुत्वम् उपधात्वं उपधायां लघु इक् अस्ति, अत्र एतत् सर्वं तत्र संज्ञा तादृशसंज्ञा इक्त्वं लघुत्वम् उपधातम् इति. हरि ओम्. हरि ओम्, कृपया म्यूट् कुर्वन्तु. संज्ञा इति उच्यते. एकनिमिषं भवतः सर्वान् म्यूट् करिष्यति. वेङ्कटेश् महोदय कृपया स्टार्ट् इदानीं श्रूयते वा? श्रूयते महोदय. अस्तु तर्हि इक्त्वं लघुत्वम् उपधातम् इति संज्ञाः तत्र, परन्तु तादृशसंज्ञाः सन्ति चेदपि अत्र सिव्योगः न इति प्रसङ्गे, सिव् इति शब्दः एव अपेक्षमाणः शब्दः अत्र, तत्र शब्दस्य एव प्राधान्यम्, अतः शब्दस्य एव अपेक्षा तत्र वर्तते अङ्गसंज्ञकस्य. अत्र पुनः शब्दशास्त्रे शब्दस्य एव प्राधान्यम् अस्ति इति कारणात् इदानीं सप्तमयन्ततया पञ्चमयन्ततया इत्युक्ते तत्र निमित्तं, तत्र पूर्वकार्यं वा परकार्यं वा, इदानीं तत्र सप्तमयन्ततया शब्दः इत्युक्ते तत्र परकार्यम्, अनन्तरं पूर्वकार्यम्, अनन्तरं पञ्चमयन्ततया इति निमित्तं भवति चेत् परकार्यम् इति उपासः शब्दनिमित्तपदेन एव तादृश निर्णयः तत्र क्रियते. संज्ञा उपयुज्य वा अर्थः उपयुज्य वा न इति तत्र उक्तमस्ति. अस्तु महोदय, अग्रे अपि पुनः तस्य विवरणमस्ति. तर्हि सुब्रह्मण्यं महोदय पठति वा? अस्तु भगिनि. दृष्टान्ते इको यणचि इति सूत्रे तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन अजव्यवहितपूर्वस्य इकः यणादेशो भवति. अचि इति सप्तम्याम् अस्ति, अनेन शब्दरूपनिमित्तमेव ग्राह्यं, न तु संज्ञारूपनिमित्तं. संज्ञा न शब्दः, संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति. अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अपियोगः अस्ति, अप्य अस्ति इत्यस्मिन् अकारः संज्ञी, इति योगः उपस्थितम्, इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञपदं, न तु संज्ञापदम्. अत्र संज्ञी उकारः निमित्ततया आश्रितः, न तु संज्ञा. अयम् उकारः शब्दः. सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः, न तु संज्ञा वा अर्थो वा. अत्र यत् उक्तमासीत् पूर्वं तदेव पुनः उदाहरणम् उपयोगं कृत्वा अत्र किञ्चित् अधिकं विवरणं दत्तमस्ति. इदानीमत्र यथा पूर्वं दत्तमस्ति, सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपस्थः शब्दः एव निमित्तपदेन गृह्यते इत्यस्मिन् विषये किञ्चित् अधिकं विवरणमस्ति. यदि वयम् अत्र इको एणचि इति सूत्रं नयामः, अत्र अचि इति सप्तम्यन्तम् अस्ति. अत्र सप्तम्यन्तम् इत्यस्य अर्थः किमुक्ते किम् अस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रं आधारेण वदामः, अत्र अच् अव्यवहितपूर्वस्य इकः यणादेशः भवति इति इत्युक्ते अत्र अस्मिन् इति सप्तम्यन्तम् इति निर्दिशति. तत्कारणात् तस्मात् पूर्वं साक्षात् पूर्वं इकः अस्ति चेत् तस्य एनादेशः भवति इति. अत्र यदा वयम् अचि इति वदामः अत्र शब्दरूपनिमित्तमेव वयं नयामः, न तु संज्ञारूपनिमित्तम्. अत्र उदाहरणमस्ति अपि योगः अस्ति इत्यस्मिन् स्थितौ अत्र अकारः यः अस्ति अकारः अच् प्रत्याहारे अस्ति, स च अकारः शब्दः अस्ति अच् प्रत्याहारे अस्ति, अच् अत्र संज्ञा अस्ति, अकारः तु संज्ञी अस्ति, तस्य एव प्राधान्यमस्ति, तदेव वयं निमित्तम् इति स्वीकुर्मः इति अत्र दत्तमस्ति. तत्तु शब्दः एव न तु संज्ञा इति. अकारः वर्णः अपि वर्णः वा पदं वा शब्दः इति उच्यते, अतः अकारः शब्दः तस्यैव प्राधान्यं. तत्र क्लेशो वर्तते वा? न भगिनि. धन्यवादः महोदय. अग्रे कः आगतः? अहं राजी अस्मि भगिनि. नमस्ते राजी भगिनि. नमस्ते. नमस्ते भगिनि. हेमा अस्मि. विलम्बः जातः. हेमा भगिनि. आं भगिनि. मीना भगिनी अस्ति. पठतु. संज्ञा इत्यस्य उदाहरणं दृष्टम्. अधुना अर्थस्य स्त्रीलिङ्गे त्रिशब्दः आम् प्रत्ययः आम् प्रत्ययः तिसृणाम् इति भवति. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुस्थाने चतसृ विभक्तिसंज्ञकप्रत्यये परे. ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. तदा नामी इत्यनेन अजन्त अङ्गस्य दीर्घः भवति नामी परे रामाणाम् इति. न तिसृचतसृ इत्यनेन तिसृचतसृ इत्यनयोः नामी दीर्घो न भवति. न तिसृचतसृ इति सूत्रं नामी इत्यस्य बाधकसूत्रम्. त्रियोगः आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः, त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन तिसृ आदेशः, द्वयोः प्रसक्तिः. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्यये परे. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे. द्वयो अन्यत्र लब्धावकाशः वर्तते, अतः परत्वात् तिसृ आदेशस्य प्राप्तिः. अत्र ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तिसृयोगः नाम्. तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते, न तिसृचतसृ इत्यनेन तिसृणाम् इति रूपम्. प्रथमतया तिसृयोगः नाम किं भवति इति लोकयामः. त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्रम् अपि च त्रयस्त्रयः इति सूत्रं द्वयोः प्रसक्तिः अस्ति. परत्वात् त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्रमेव कार्यं करोति. भगिनी स्त्रियाम् इति अपवादत्वात् अपि कार्यं करोति नट् अपवादः इति वक्तुं शक्नोमि. आं प्रत्ययः इति अस्ति यत्र अग्रे पश्यति चेत् स्त्रियोगः आं स्थितौ ते त्रयस्त्रयः इत्यनेन त्रयादेशः तत्र अन्यत्र कार्यं करोति. यत्र पुल्लिङ्गे भवति नपुंसकलिङ्गे भवति किन्तु स्त्रीचतुरो स्त्रियां स्त्रीचतुश्च इति सूत्रं तु कुत्र भवति इत्युक्ते स्त्रीलिङ्गे भवति स्त्रीलिङ्गे भवति किन्तु कः प्रत्ययः इति न उक्तमस्ति. आं प्रत्यये परे इति न उक्तम्. यदि आं प्रत्यये परे पुनः स्त्रीलिङ्गे इति आसीत् चेत् अपवादभूतत्व भवति. अन्यत्र अन्यत्र लब्धावकाशः अस्ति खलु. ओ विप्रशिते विप्रतिषेधे परं कार्यम् इति स्यात् किन्तु अत्र तु अस्माकं चर्चा भवति अन्तरङ्गविषये. अन्तरङ्गसूत्रं भवति एकसूत्रं तर्हि तत् बलवत् भवति. तर्हि तस्मिन् सन्दर्भे अस्माभिः परसूत्रमिति न द्रष्टव्यं. यत्र एकं सूत्रम् अन्तरङ्गमस्ति अन्यत् सूत्रं बहिरङ्गमस्ति तत्र परसूत्रमिति न द्रष्टव्यं भवति. तथा एव अपवादस्य अपि खलु यत्र अपवादमस्ति चेत् परसूत्रमिति न पश्यामः. तथा एव अत्रापि अन्तरङ्गमस्ति चेत् परसूत्रं पूर्वसूत्रं वा परसूत्रम् इति वा न पश्यामः. तत्र त्रिचतुरो स्त्रियां तिसृ चतुस्रु विभक्तिसंज्ञक प्रत्यये परे इति अस्ति किल विभक्ति आम् इति नास्ति. आम् इति एक एव प्रत्ययः अस्ति खलु. विभक्तिसंज्ञकप्रत्ययेषु एकमस्ति आम् इति. अस्मिन् सन्दर्भे परसूत्रत्वात् कार्यं करोति इति लिखितमस्ति. स्यात् इति स्यात् किन्तु तथा नास्ति. कुत्र लिखितमस्ति तथा आदेशस्य प्राप्तिः भवेत् किन्तु अग्रे उक्तमस्ति अन्तरङ्गम् अपवादम् इति कृत्वा परसूत्रस्य कार्यं करोति इति इति मन्यते चेत् अनन्तरं कदा भवति इति अत्र लिखितमस्ति. अनन्तरं नुट् आगमः भवति ह्रस्वनद्यापो नुट् इत्यनेन. तदनन्तरं नामी अतः तिसृयोगः नाम भवति. दीर्घत्वं न भवति. तिसृचतसृ इति सूत्रं नामि इत्यस्य बाधकसूत्रम् अतः तिसृनाम् इति न भवति. तिसृनाम् एव भवति इत्येव अत्र लिखितमस्ति. अनन्तरं किमिति अग्रे पठामि. अस्यां प्रक्रियायां त्रिचतुरो स्त्रियां त्रिसृचतस्त्र इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेशविधायकशास्त्रं बहिरङ्गं भवति. त्रयः इति त्रयादेशविधायकशास्त्रं प्रति त्रिचतुरो स्त्रियां तिसृचतस्र इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतस्र विभक्तिसंज्ञकप्रत्यये परे. त्रयस्त्रय इत्यनेन त्रिस्थाने त्रयादेशो भवति आं प्रत्यये परे. उभयत्र परनिमित्तिकत्वम् अस्ति. अतः स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् चतुरो स्त्रियां तिसृचतस्र इति बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रं प्रति. यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति. अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतसृ व्यर्थं तन्न भवेत्. भगिनी, अहं वक्तुं न शक्नोमि भगिनी. अहं न श्रुतवती पूर्ववर्गं शृणोमि. आं भगिनि, अत्र एवम् अस्ति. यदि वयं त्रिचतुरोस्त्रियां तिसृचतस्रि इति सूत्रं स्वीकुर्मः चेत् तत्र स्त्रियाम् इति अर्थनिमित्तकत्वं भवति. त्रयस्त्रयः इति सूत्रं तत्र किमपि अर्थनिमित्तं नास्ति. तर्हि त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. त्रिचतुरोस्त्रियां तिसृचतस्र बहिरङ्गं भवति. अतः अन्तरङ्गसूत्रं बलवत् कारणेन त्रयस्त्रयः बलीयः. तदर्थं त्रयादेशो भवति, न तु तिसृ त्रिस्थाने तिसृ वा चतुर्स्थाने चतसृ इति. अतः त्रयादेशः भवति. यदि त्रयादेशः भवति त्रिचतुरोस्त्रियां तिसृचतसृ तस्य असिद्धत्वं भवति. तर्हि दीर्घत्वम् अपि न भवति. पुनः न तिसृचतसृ इति सूत्रमपि निरर्थकं भवति. परन्तु तत् न भवेत् इति आशयः अस्ति. धन्यवादः भगिनि. मीना भगिनी, भवत्याः प्रश्नः आसीत् खलु अत्र परत्वा तिसृ आदेशः भवति इति प्राप्तिः भवति. अग्रे अपि उक्तमस्ति अनन्तरं ह्रस्वनद्या पुनर्त् इत्यनेन उमागमः, अनन्तरं नामि इत्यनेन दीर्घत्वं निषिध्यते. अतः न तिसृ चतसृ इत्यनेन दीर्घत्वं न भवति इति. तर्हि अत्र परनिमित्तत्वम् इति अस्माकं यत् अस्माकं चिन्तनम् एतावत्पर्यन्तम् आसीत् एतावत्पर्यन्तं शब्दनिमित्तिकचिन्तनम् आसीत्, अतः एव वयं परसूत्रम् इति स्थगितवन्तः. अग्रे न चिन्तितवन्तः. किमर्थम् इत्युक्ते अस्माकं चिन्तनम् अर्थनिमित्तिकचिन्तनं नासीत् पूर्वम्. अधुना यदि अस्माकं चिन्तनम् अर्थनिमित्तिकं चेत् तर्हि अग्रे चिन्तनीयम्. अर्थनिमित्तकत्वम् इति चिन्तयति चेत् अन्तरङ्गसूत्रम् अपि भवति खलु. तर्हि अन्तरङ्गसूत्रं बहिरङ्गसूत्रम् इति चर्चा भवति अत्र. तादृशचर्चायाम् अस्माकं सोपानानि भिन्नसोपानानि भवन्ति खलु. तर्हि तादृशचिन्तनं कथं स्यात् इति अग्रे उक्तमस्ति इति मम मतं. भगिनि, पूर्वपरनित्य अन्तरङ्ग इति अस्ति. बहुत्र पूर्वपर अथवा नित्य एव कार्यं तावदेव दृष्टवन्तः. तावदपि अन्तरङ्गम् इति चर्चा न जाता. किन्तु अत्र किम् इत्युक्ते यत्र वयं शब्दरूपनिमित्तिकम् एतावत् अस्माकं चिन्तनं तु अर्थनिमित्तिकत्वं कदापि वयं न दृष्टवन्तः. तदपि अन्तरङ्गविषये चर्चां न कृतवन्तः, तत्तु सत्यं. तथा एव अर्थनिमित्तिकविषये वयं चर्चां न कृतवन्तः. अस्माकं चिन्तनं तादृशमेव नास्ति खलु, एतावत्पर्यन्तं नासीत्. तर्हि यत्र अर्थनिमित्तिकत्वं नासीत् शब्दनिमित्तिकत्वम् अस्ति. शब्दनिमित्तिकत्वम् अस्ति चेत् बहिरङ्गं वा अन्तरङ्गं वा इति अत्र न तस्य कार्यं न भवति अत्र. किमर्थम् इत्युक्ते शब्दस्य प्राधान्यं भवति. अग्रे गत्वा पूर्ण अवगमनं भूत्वा अस्माभिः चिन्तनीयं चेत् परम् इति एव भवति. अत्र नित्यमपि नास्ति, पूर्वपरनित्यमपि नास्ति, अन्तरङ्गमपि नास्ति इति अवगन्तुं शक्नुमः, अनन्तरम् अपवादमपि नास्ति इति अवगन्तुं शक्नुमः. तर्हि परत्वमेव भवतिष्ठति. अतः परत्वात् त्रिचतुरो स्त्रियां तिष्ठचतस्रे इति सूत्रं परसूत्रम् इत्यनेन बलवद् भवति. किन्तु यदि अर्थचिन्तनं भवति चेत्, अर्थनैमित्तिकचिन्तनं भवति चेत् अधुना किं भवति, तदेव अत्र उक्तमस्ति. अर्थनैमित्तिकशब्दमस्ति, चिन्तनमस्ति चेत् स्त्रियाम् इति अर्थशब्दः अस्ति, अर्थभूतशब्दः अस्ति. तर्हि एकसूत्रस्य अर्थः एकमर्थः अस्ति, एक अर्थनिमित्तम् अस्ति, एकमर्थनिमित्तम्. अन्यत् सूत्रस्य किमपि अर्थनिमित्तं नास्ति खलु. तर्हि तादृशसन्दर्भे अन्तरङ्गम् इति विषयः आयाति. शब्दरूपे तु निमित्तकत्वं पश्यति चेत् अन्तरङ्गमपि न नित्यं नित्यसूत्रं कि द्वयोः सूत्रयोः नित्यसूत्रम् इति वक्तुं न शक्नुमः. एकमपि नित्यसूत्रं नास्ति, अन्तरङ्गमपि नास्ति इति अवगन्तुं शक्नुमः. पुनः अपवादमपि नास्ति, तर्हि परसूत्रं बलवत् इति वक्तुं शक्नुमः. अन्ततो गत्वा अधुना किं मुख्यम् अभवत्, अस्माकं चिन्तनम् अर्थनिमित्तकत्वम् इति चिन्तयामः चेत् बहिरङ्गम् अन्तरङ्गम् इति एकं सूत्रं बहिरङ्गमस्ति, नित्यत्वं तु नास्ति खलु. नित्यत्वं नास्ति, द्वयोः अपि नित्यत्वं नास्ति. यत्र अर्थनिमित्तकत्वं स्वीक्रियते चेत् बहिरङ्गम् अर्थ एकं सूत्रम् अन्तरङ्गमस्ति, अन्यत् सूत्रं बहिरङ्गम्. तर्हि अधुना बलवत् एकं सूत्रं किं सूत्रं बलवत् इति दृष्ट्वा अग्रे गच्छति. चिन्तनमेव अस्ति, साक्षात् न करोति, न भवति. यथा भवत्या पठितमासीत् परत्वात् परसूत्रादेव भवति त्रिचतुरो स्त्रियां तिसृचतस्रे इति एव सूत्रस्य आगमनं भवति. तदेव सत्यं, तदेव सत्यम्. अस्तु, इदम् अत्र अहं हेमभगिनी उक्तवती, तत्र एकः प्रश्नः अस्ति इति. बहिरङ्ग अर्थनिमित्तिक बहिरङ्ग अन्तरङ्ग चिन्तनं कृत्वा अत्र लिखितमस्ति, त्रयः एव कार्यं करोति. त्रयः कार्यं करोति चेत् किम् अर्थं न चित्तस्य कार्यं न करोति अस्मिन् सन्दर्भे, परन्तु अन्यसन्दर्भः सन्दर्भानि सन्ति. यत्किमपि सन्दर्भं किं कस्मिन् सन्दर्भे तथा आगच्छति, स्त्रियाम् इति सन्दर्भे अस्ति खलु. स्त्रियाम् इति सन्दर्भे वयम् अर्थनिमित्तकत्वं सर्वदा चिन्तयामः चेत् स्त्रियाम् इत्यनेन एकम् अर्थनिमित्तकत्वं भवति. तर्हि सर्वदा स्त्रैस्त्रयः एव कार्यं करोति खलु. एकत्र आं प्रत्यये परे स्त्रैस्त्रयः कार्यं करोति, अन्यत्र अन्यप्रत्ययेषु अन्य अन्यसूत्राणि कार्यं कुर्वन्ति खलु. किमर्थम् इत्युक्ते स्त्रियाम् इति एकम् अर्थनिमित्त अर्थभूतपदम् अत्र अस्ति. भवती एव उक्तवती अन्यविभक्ति अस्ति चेत् त्रिचतुरो स्त्रियां तिसृचतस्रु इति कार्यं करोति इति. न न न न अन्य अस्ति चेत् भिन्नसूत्रम् आगच्छति खलु. अतः आम् इति प्रत्यये परे त्रयस्तरेः इति सूत्रं, किन्तु यत्र भिन्नसूत्र भिन्नप्रत्ययः अस्ति चेत् तस्य कृते भिन्नभिन्नसूत्राणि भवन्ति खलु. पुल्लिङ्गे नपुंसकलिङ्गे च, तानि पुल्लिङ्ग वा नपुंसकलिङ्गसूत्रं वा आगत्य कार्यं कुर्यात् भगिनि. अत्र किमर्थमित्युक्ते स्त्रियामिति किमर्थमित्युक्ते यत्र पुल्लिङ्गसूत्रमस्ति पुल्लिङ्गनपुंसकलिङ्ग सामान्यसूत्रमस्ति, पुनः स्त्रियाम् इति अस्माकं स्त्रीविभक्त्यार्थे एकं सूत्रम् अस्ति नदी प्रत्यार्थे. तर्हि तस्मिन् सन्दर्भे स्त्रियाम् इति शब्दभूतवाक्यम् अत्र अस्ति खलु. स्त्रियाम् इति एव शब्दभूत शब्दः अस्ति अत्र, पदमस्ति. तस्मात् त्रिचतुरो स्त्रियां त्रिस्त्रिचतुर् इत्यस्य अन्य लब्धावकाशः नास्ति किल? अधुना किम् अभवत्, अस्माकं परसूत्रं समाप्य परसूत्रचिन्तनं समाप्य वयम् अग्रे गतवन्तः. परसूत्रम् इत्युक्ते परसूत्रम् अन्तरङ्गसूत्रं द्वयोः चिन्तनं भवति. अन्तरङ्गसूत्रस्य एव प्रसक्तिः बलम् अधिकं भवति खलु. तर्हि यत्र अन्तरङ्गं सूत्रं बहिरङ्गसूत्रम् इति आगच्छति तस्मिन् समये अस्माभिः परसूत्रम् इति न चिन्तनीयम्. किमर्थम् एकं सूत्रम् अन्तरङ्गमस्ति, एकं सूत्रं बहिरङ्गमस्ति, तर्हि यत् अन्तरङ्गमस्ति तस्यैव बलं भवति खलु. परसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवद् भवति. तर्हि परनिमित्तस्य किमपि परसूत्रं पूर्वसूत्रम् इति न चिन्तनीयं भवति, न चिन्तनीयम् अधुना. एकनिमिषं, अन्यत्र कार्यं करोति इत्युक्ते विभक्तिसंज्ञकप्रत्यये परे इत्युक्ते स्त्रियां तिसृभिः वा तिसृषु इति अन्यत्र अपि कार्यं कर्तुम् अर्हति किल? तदेव पृच्छति. अर्हति किन्तु सर्वदा सत्यं, किन्तु तत्र तु सर्वदा स्त्रियाम् इति पुनः पुनः स्त्रियां स्त्रियाम् इति आगच्छति खलु. अस्तु अवगच्छामि. तानि सूत्राणि अपि त्रयस्त्रयः इत्यस्य बहिरङ्गं भवन्ति, अतः न चित् तिसृ चतुसृ इत्यस्य व्याप्तं भवति. अवगतं भगिनि. पुल्लिङ्गसूत्रं पुल्लिङ्गस्य कृते तदेव सामान्यसूत्रं भवति खलु. तर्हि पुल्लिङ्गस्य कृते यत् सूत्रमस्ति तदेव बलवत् भवति, अन्तरङ्गं भवति. यत्र स्त्रियाम् इति एतत् सूत्रमस्ति तस्य तु तत्तु बहिरङ्गं भवति तत्र. अन्येषु व्यक्तिषु प्रायः इतोपि मम स्पष्टः न जातः. इदानीम् अस्मिन् प्रसङ्गे यदि वयम् आम् इति प्रत्ययस्य प्रसङ्गे वयं पश्यामः तदा एव त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि स्त्रियाम् इति अर्थनिमित्त सन्दर्भे तत्र त्रिचतुर् स्त्रियां तिसृचतुस्रु इति सूत्रस्य अपि प्रसक्तिः अस्ति. तदा अन्तरङ्गबहिरङ्गप्रसङ्गः भवति. तद् यतः द्वौ अपि परनिमित्तकत्वं द्वयोः सूत्रयोः अपि अस्ति, परन्तु त्रिचतुरो क्रियां तिसृचतुस्रु इति सूत्रस्य अर्थनिमित्तकमपि अस्ति इति कारणात् तत् त्रयस्त्रयः इति सूत्रस्य अपेक्षया बहिरङ्गं भवति. अतः तत्र असिद्धत्वं प्राप्नोति, यतः बहिरङ्ग असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायां तद् कार्यं न करोति. अतः अस्मिन् अवकाशे तस्य कार्यम् एव व्यर्थम्. अतः तिसृ इति एव पदं न प्राप्नोति, अतः तत्र दीर्घत्वम् अपि निषिध्यते, यतः न तिसृ चतुसृ इति कार्यं कर्तुं तत्र प्रसक्तिः एव नास्ति इति. मम अवगमनं समीचीनं वा? परन्तु इदानीं त्रिचतुरोस्त्रियां तिसृचतुसृ इति सूत्रम् अन्यविभक्तिसंज्ञकप्रत्यये परे तत्र अवकाशः तत्र अस्ति, तदा तु तत्र त्रयस्त्रयः इति प्रसक्तिः न भवति किल? न भवति. उदाहरणार्थम् आं प्रत्ययः न भवति, तर्हि त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः न. उदाहरणार्थं सुप् इति अन्तिम बहुवचनसप्तम्यन्तम् अस्ति खलु, तत् चिन्तयतु. सुप् इति प्रत्ययः अस्ति, सु इति आगच्छति, तर्हि तदर्थम् एकं सूत्रं भवेत् खलु, भवति खलु, यत्र पुल्लिङ्गार्थे एकं सूत्रं भवति खलु. तर्हि प्रायः किमपि स्यात् खलु, तत्र स्त्रिया इति पुनः नास्ति, पुनः न भवति. अतः तत्र अत्र विषयः एवम् अस्ति, यत्र यत्र वयं पश्यामः यदि अर्थनिमित्तकप्रसङ्गे त्रिचतुरो स्त्रियां तिसृचतुस्र सर्वदा तत् यस्मिन् विभक्तिसंज्ञे यस्यां विभक्तिसंज्ञकप्रत्यये परे अपि तत्र तद् बहिरङ्गमेव भवति, तत् तस्य कार्यमेव न भवति तादृशार्थे इति विषयः. अस्तु, तर्हि केवलम् अत्र आं प्रत्ययम् उपयुज्य उदाहरणं दत्तम्. अवगमनम् आम् महोदय. यथा उक्तवान् न तिसृचतुस्रु व्यर्थं भवति. अग्रे अपि गत्वा उक्तमस्ति यत्र अधुना तु चिन्तनं यत्र त्रयस्त्रयः इति एव आगच्छति, तिसृ न अस्ति, अतः न तिसृचतुस् सृ इति सूत्रं न व्यर्थं भवति इति उक्तमस्ति. अग्रे गत्वापि पुनः चिन्तनं भवति. तर्हि तदपि यत्र पश्यामः प्रश्नं दास्यति महोदय. इदं मम चिन्तनं. तर्हि हेमा भगिनी उक्तमस्ति खलु वेङ्कटेशमध्ये अत्रैव अस्ति. सुब्रह्मण्यमहोदय पठतु किञ्चित् यत् ह्यः अपि मम तत्र क्लेशः आसीत् कृतं सुब्रह्मण्यमहोदय. आं भगिनि, आं यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः उच्येत तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसृ चतसृ इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति. यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. अस्यां दशायां न तिसृ चतसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. अत्र इदानीं पर्यन्तम् अत्र वयं दृष्टवन्तः प्रथमं अर्थनिमित्तकत्वं यदि नयामः त्रयस्त्रयः इति सूत्रम् अन्तरङ्गसूत्रं भवति. त्रिचतुरो स्त्रियां तिसृ चतसृ इति अपेक्षया यदि अनन्तरं तस्मात् अनन्तरं यदि इदानीम् अत्र त्रयादेशस्य अनन्तरं यथा त्रयस्थाने त्रय आगच्छति, त्रययोगः आम् अस्ति इदानीं, तस्मिन् सन्दर्भे अत्र यदि पुनः स्थानिवद्भावेन तिसृ आदेशः इति नयामः, इदानीम् अत्र त्रिचतुरो स्त्रियां तिसृ चतसृ इति अपि कार्यं कर्तुम् आगच्छति. किमर्थं चेत् अत्र स्थानिवद्भावेन इत्युक्ते आदेशः अपि स्थानिवत् व्यवहरति. तस्मात् कारणात् अत्र यः त्रय अस्ति तत्तु त्रि इव अस्ति. तत्कारणात् त्रिचतुरो स्त्रियां तिसृ चतसृ इति आगत्य कार्यं कर्तुम् तस्य कार्यमपि भवितुम् अर्हति. तस्मिन् सन्दर्भे अत्र पुनः अत्र किञ्चित् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गमस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम् इत्युक्ते अत्र इदानीमत्र त्रिचतुरो स्त्रियां तिसृ चतसृ अपि च प्रथमं तु ह्रस्वनद्यापो नुट् इति प्रायः कार्यं कर्तुम् आगच्छति. तत्कारणात् अत्र त्रययोगः नाम भवति. इदानीं त्रिचतुरो स्त्रियां तिसृ चतसृ नामि इत्यनेन द्वयोः मध्ये सङ्घर्षः भवति. पुनः अत्र स्त्रियाम् अर्थनिमित्तकत्वं यदि नयामः तर्हि नामि इति अन्तरङ्गं भवति द्वयोर्मध्ये. तत्कारणात् अत्र नामि आगत्य कार्यं करोति. तत्कारणात् अत्र किं भवति इत्युक्ते त्रयाणां भवति, तस्मिन् त्रयायोगः नाम भवति, त्रयायोगः नाम भवति. अत्र पुनः यदि स्थानिवद्भावेन तिसृ चतसृ त्रिचतुरो स्त्रियां तिसृ चतसृ इति कार्यं कर्तुम् आगच्छति चेत् अत्र पुनः यदि नामि इति आगत्य तदनन्तरं न तिसृ चतसृ इत्यस्य प्रसक्तिः अस्ति इति वयं चिन्तयामः, परन्तु किं भवति अत्र अन्यसूत्रम् अन्यनियमः अस्ति, लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. इत्युक्ते नामि इत्यस्य प्रसक्तिः पूर्वमेव आगच्छति, तत्कारणात् इदानीं यदि वयं तिसृ त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्य प्रसक्तिः अनन्तरं नामि इत्यस्य प्रसक्तिः पुनः न भवति. किमर्थं चेत् प्रथममेव तत् कार्यं तस्य कार्यम् अभवत्, पुनः तस्य कार्यं न भवति. एकस्मिन् लक्ष्यसाधनसमये एकमेव सूत्रं बहुवारं कार्यं न करोति, एकवारमेव कार्यं करोति. तत्कारणात् अत्र न तिसृ चतसृ इत्यस्य सूत्रस्य सूत्रं व्यर्थमेव भवति इति अत्र दत्तमस्ति भगिनि. तत्कारणात् अत्र अर्थनिमित्तिकत्वं न स्वीक्रियते. अवगतं मम वेङ्कटेशमहोदय, अग्रे उक्तमस्ति महोदय उदाहरणरूपेण तस्मिन् समये प्रायः भवान् पुनः पठित्वा एतस्य पङ्क्त्याः अर्थं. इदानीं यदि महोदयेन उक्तं तदा अहम् अपि किञ्चित् तत्र मम मनसि अपि उक्तवान् आसम्, अतः किञ्चित् यतोहि ह्यः कष्टः अनुभूतः मया, इदानीं तु किञ्चित् स्पष्टम् एव अस्ति. वदति वा तर्हि पुनः प्रतिपादति वा? यदि पुनः एकवारं पठित्वा वदामि. यदि च त्रयादेशस्य अनन्तरं स्थानि उद्भावेन तिसृ आदेशः उच्येत इति, तत्र स्थानि उद्भावेन वयं स्वीकुर्मः चेत् तत्र आदेशः यत्र त्रयः स्थाने तिसृ आदेशः वयं स्वीकुर्मः चेत् तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसृ चतसृ इत्यस्य अवसरः स्यात् इति कथनेनापि न भवति, यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम् इत्युक्ते तत्र रूपं किम् अस्ति महोदय? तत्र त्रियोगः आम् इति अस्ति, अनन्तरं तत्र तत्र ह्रस्वनध्यापो नुट् इति अनेन नुट् आगमः भवति, अनन्तरं तत्र नुट् आगमनात् अनन्तरं नामि इत्यनेन अजन्ताङ्गस्य दीर्घः भवति, अतः त्रययोगः नाम् इति तत्र तिष्ठति. परन्तु इदानीं स्थानि उद्भावेन वयं मम चिन्तनमस्ति त्रियोगः न आम् इति अस्ति. प्रथमं किं भवति इत्युक्ते अधुना त्रयस्त्रयः त्रिचतुरौ स्त्रियां तिसृचतस्थ इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति. तर्हि स्त्रियाम् इति अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् स्त्रियाम् इति अस्ति त्रिचतुरौ स्त्रियां तिसृचतस्थ इति सूत्रस्य सूत्रे, तर्हि तत् बहिरङ्गं भवति. अतः त्रयस्त्रयः अन्तरङ्गं भूत्वा तस्य कार्यं प्रथमं भवति. तर्हि त्रि इत्यस्य स्थाने त्रय इति आदेशः भवति. एतावत्पर्यन्तं किमपि क्लेशः नास्ति, त्रययोगः आम् इति भवति. अधुना यथा महोदयेन उक्तं ह्रस्वनद्यापो नुट् इत्यनेन नुट्टागमः भवति, तर्हि त्रययोगः नाम् इति भवति. अनन्तरं किं भवति इत्युक्ते अधुना किं किं सूत्रं कार्यं कर्तुमिच्छति, पुनः स्थानिवद्भावः किमर्थमित्युक्ते स्थानिवद्भावः अस्ति इत्यस्मात् पुनः त्रिचतुरो स्त्रियां तिसृचतस्त्र इति एकं सूत्रं, नामि इति अन्यत् सूत्रं, द्वौ अपि कार्यं कर्तुमिच्छति. तस्मिन् सन्दर्भे स्त्रियाम् इति पुनः अस्ति तिसृचतुरो स्त्रियाम् इति तिसृचतस्त्र इति सूत्रे स्त्रियाम् इति अर्थभूतत्वम् अस्ति. नामि इत्यस्मिन् तादृश पदं किमपि नास्ति, तर्हि नामि अन्तर्गतसूत्रं पुनः भवति. नामि किं वदति, अजन्ताङ्गस्य दीर्घत्वं भवतु इति, तर्हि त्रयायोगः नाम् इति भवति. अधुना किं पुनः त्रययोगः नाम् इति नामि इति एकवारम् अभवत्. अधुना पुनः चिन्तयामः चेत् त्रिचतुरो स्त्रियां चित्र तिस्रचतस्र इति सूत्रं स्थानिवद्भावेन पुनः कार्यं कर्तुं शक्नोति, अतः कार्यं करोति, तर्हि तिस्र आदेशः भवति. यत्र तिस्र आदेशः अधुना अभवत् तर्हि अधुना किम् अस्ति, अधुना अभवत् तिस्र अभवत् तर्हि अत्र उक्तमस्ति अन्तरङ्गत्वा दीर्घानन्तरं स्थानिवद्भावेन तिस्र आदेशः स्यात् भवति. पुनः लक्ष्ये लक्षण इदानीं तिस्रयोगः नाम् इति अस्ति, अधुनापि नामि कार्यं कर्तुं शक्नोति, किन्तु किम् अभवत् लक्ष्ये लक्षणन्यायेन नामि कार्यं न करोति. किमर्थम् इत्युक्ते एकवारं नामि जातं, तर्हि नामि अधुना कार्यं न करोति, तर्हि तिस्र योगः नाम् इति एव अस्ति. अस्यां दशायां तिस्रचतस्य इति सूत्रस्य किमपि आवश्यकता नास्ति खलु, किमर्थमित्युक्ते दीर्घत्वमेव न भवति लक्ष्ये लक्षणन्यायेन, अतः दीर्घ न तिस्रचतस्य इति तस्य निषेधकसूत्रस्य का आवश्यकता, आवश्यकता एव नास्ति, तर्हि तद् पुनः व्यर्थं भवति इति अस्ति खलु. एकवारं तत्र प्रक्रियायाः क्रमः वदतु, त्रयः अत्र उक्तम् आदौ त्रियोगः आम् त्रियोगः अधुना सूत्रद्वयं कार्यं कर्तयति, त्रिचतुरस्त्रियां तिस्रचतस्र अनन्तरं त्रयस्त्रयः इति, अनयोः मध्ये कः बलवत् भवति, तर्हि अग्रिमसोपाने रूपं किं भवति, त्रययोगः आम् इति भवति, त्रययोगः आम् अस्तु. तर्हि इदानीं किं सूत्रं, ह्रस्वनद्यापो नुट् इत्यनेन नुमागमः भवति, तर्हि त्रययोगः नाम् इति भवति. अस्मिन् सन्दर्भे के सूत्रे कानि सूत्राणि कार्यं कर्तुम् अर्हन्ति, पुनः स्थानिवद्भावेन त्रय इति अभवत् किन्तु स्थानिवद्भावेन त्रि इत्येव दृश्यते, तर्हि त्रियाम् इति अपि अस्ति खलु, तर्हि अतः त्रिचतुरोस्त्रियां तिस्रचतस्र इति कार्यं कर्तुम् अर्हति, नामि इत्यपि कार्यं कर्तुम् अर्हति. तर्हि तत्र नामी का ओ, ओ नामी अपि द्वयोः प्रसक्तिः अपि अस्ति तस्मिन् समान एकत्र प्राप्तिः तत्र किल, तर्हि परन्तु तत्र अन्तरङ्गत्वात् नामी बलवद् भवति, अतः प्रथमं तत् कार्यं नामि भवति चेत् अधुना अस्माकं रूपं भवति त्रयायोगः नाम तृतीयसोपाने, त्रयायोगः नाम अस्मिन् सन्दर्भे पुनः स्थानिवद्भावेन तिस्रचतस्र त्रिचतुरोस्त्रियां तिस्रचतस्र इति सूत्रं कार्यं कर्तुम् अर्हति कुर्यात्. तर्हि अधुना त्रया इत्यस्य स्थाने तिस्र इति भवति, तदा तत्र एकादेश एकदेश एकदेश विकृतम् अन्य अनन्यवत् इति कारणेन त्रया अपि त्रया एव स्वीकर्तव्यः तत्र, अतः तिस्र इति भवति, तिस्रयोगः नाम इति चतुर्थे सोपाने आगतम्. अधुना किं कार्यं कर्तुम् इच्छति, नामि पुनः कार्यं कर्तुम् इच्छति किन्तु भवति वा, भवति यतः तत्र न भवति, तर्हि तिस्र नाम् इति एव रूपं भवति तत्रैव, अतः न तिस्र चतस्र इत्यस्य आवश्यकता एव नासीत्, व्यर्थं न भवेत् इति अत्र, अतः तत्र तादृश स्थितिः भवति यदि अर्थनिमित्तकत्वं वयं स्वीकुर्मः चेत्, अतः तस्य सूत्रस्य व्यर्थं भवति इति कारणात् अत्र अर्थनिमित्तकत्वं न स्वीक्रियते इति. भवान् आनिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. दृष्टान्ते चतुर्थीविभक्तौ रामयोगः ङे इति स्थितौ ङेर्यः इत्यनेन अतः अङ्गात् ङेयः भवति ङेः यः भवति नाम अदन्तात् अङ्गात् ङे प्रत्ययस्य स्थाने य आदेशो भवति. रामयोगः ङे रामयोगः य इति भवति. अत्र सुपि च इत्यनेन अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति यङ्यादिसुप्रत्यये परे. सुप्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः. सु औ जस् अम् औट् षस् ताभ्यां भिस् ङेभ्यां भ्यस् ण्यसिभ्यां भ्यस् ण्यस् ओस् आम् ङी ओस् सुप् इति. अधुना य आदेशः यद्यपि यङ्यादि किन्तु सुप् नास्ति, अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावो अपि तथा. स्थानिनः स्वभावस्य सुपि अध्याहृते यप्रत्ययस्य सुप्तवात् सुपि च इत्यस्य प्रसक्तिः भवति. रामयोगः य सुपि च इत्यनेन अदन्त अङ्गस्य दीर्घ आदेशः भवति रामाय इति रूपं सिद्ध्यति. अत्र स्थानिवत् आदेशो अनल्विदौ इति अतिदेशसूत्रम्. आदेशः स्थानिना तुल्यं भवति, किन्तु स्थानिसम्बन्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. स्थानिवत् भावः किम् इति अत्र विवरणमस्ति. उदाहरणमस्ति रामयोगः ङे इति. ङे प्रत्ययस्य स्थाने या आदेशः भवति ङेर्यः इति सूत्रेण. अनन्तरं सुपि च इति सूत्रमपि कार्यं करोति. ङे इति सुप्रत्ययः नास्ति. सु औट् जस् इति प्रत्ययानां न अन्तर्भूताः. किन्तु या आदेशः अस्ति, यस्य स्थाने आदेशः भवति तस्य स्वभावः अपि आरोपति या इत्यस्य. अतः सुपि च इत्यस्य प्रसक्तिः अस्ति. भगिनी एकं चिन्तनमस्ति. यङ्यादिसुप्रत्ययः इति सूत्रस्य सुपि च इत्यस्य सूत्रस्य यङ्यादिसुप्रत्ययः इति अस्ति, परे अस्ति इति लिखितमस्ति. सु औट् जस् इति प्रत्यय समूहस्य यङ्यादिप्रत्ययः किमपi नास्ति किल? नास्ति. अतः आम् आम् यज्ञादि यकारः यज्ञादि यज्ञादि अस्ति खलु. यज्ञादि इति एकः प्रत्याहारः अस्ति. यज्ञादि प्रत्ययाः तेषां किञ्चित् भिन्न सूत्राणि अपि भवन्ति. यज्ञादि इति यकारः आदौ अस्ति अथवा प्रत्यय लिस्ट् अस्ति किं? तत्तु सुपि अस्ति. प्रत्यय लिस्ट् एतत् अस्ति, तत्तु सुपि अस्ति. यकारः यज्ञादि अस्ति. यकारः आदेशः यद्यपि यज्ञादि यज्ञादि अस्ति किन्तु सुपि नास्ति. यज्ञापि प्रत्या प्रत्ययः अस्ति खलु, तेषां कानिचन सूत्राणि सन्ति पृथक्तया यज्ञादिप्रत्ययानां कृते. तर्हि तादृशसूत्रस्य निमित्तत्वम् अस्ति तर्हि कार्यमपि करोति. किन्तु सुपीच इति सूत्र किम् अस्ति, सुपि अन्तर्भूतः भवति चेत् एव कार्यं करोति खलु. किन्तु यकारः तु सुपि नास्ति. सुपि अन्तर्भूतप्रत्ययानां यज्ञादिप्रत्ययः किमपि अस्ति किम्? नास्ति, अधुना एव आगतम् आदेशः अभवत् सुपि यत् ज्ञे इति अस्ति तस्य स्थाने यज्ञादि एकः यकारः अभवत्. यज्ञादि इति प्रसिद्धप्रत्याहारः अस्ति भगिनि, तदर्थमेव कानिवत् न जानाति चेत् सुपि च इति किमपि न कार्यमस्ति इति चिन्तयामः. आम् आम् भगिनि, साक्षात् पश्यति चेत् यकारादि अस्ति इति एव चिन्तयितुं शक्नुमः खलु. नूतनः अस्ति, वयं चिन्तयामः चेत् यकारादि अस्ति तर्हि सुपि नास्ति, तर्हि सुपि च इत्यस्य कार्यमपि न कुर्यात् इति चिन्तनं भवति अस्माकम्. सुपि च इति निरवकाशमेव भवति, अन्यत्र भवति खलु, अन्यत्र लब्धावकाशः अस्ति अतः निरवकाशः न भवति. यत्र सुप् अस्ति, सु अस्ति, औ अस्ति, जस् अस्ति, यत्र यत्र भ्यस् अस्ति खलु, भ्याम् इति अस्ति. यज्ञादिप्रत्यये अपि अस्ति, सुप्रत्यये अपि अस्ति. आम् आम् आम्, अत्र अत्र यत्र ज्ञेयः इति अदन्तात् अङ्गात् एव भवति, अतः अङ्गात् एव भवति. यत्र अतः अङ्गं नास्ति तत्र अत्र यकारादेशः न भवति, सुपि एव भवति खलु. नकारः एव तिष्ठति तर्हि ज्ञे इति एव तिष्ठति तर्हि सुपि भवति. सुपि च इत्यस्य प्रसक्तिः तत्र अस्ति. यत्र अदन्तम् अङ्गमस्ति अतः अङ्गमस्ति रामः, राम इति यत्र अस्ति, कृष्ण इति अस्ति, तादृशसन्दर्भे एव अस्य सूत्रस्य प्रसक्तिः कार्यं करोति. यज्ञादिसुप्रत्यये इति अर्थः यज्ञादिप्रत्ययः वा सुप्रत्ययः वा इति, न यज्ञादि अपि च सुप्रत्ययः इति. यज्ञादिसुप् इति काम्पो यज्ञादि यज्ञादिप्रत्ययः यज्ञादिप्रत्याहारः प्रत्ययाः प्रत्ययाः केचन सन्ति तेषां किञ्चित् प्रसिद्धप्रत्याहारः अस्ति यज्ञादि. तस्याः प्रश्नः प्रायः सुपि अन्तर्भूतः वा यज्ञादि प्रत्ययः इति तथा प्रायः पृच्छति इति मन्ये. तथा नास्ति, यतः तत्र तथा अस्ति चेत् अत्र विवरणं दत्तमस्ति. यदा ज्ञे इति ज्ञेर्यः इति सूत्रेण यकारं प्राप्य यज्ञादि भवति, परन्तु तत्र तत् सुपि नास्ति इति कारणात् तत्र सुपि च इति प्रसक्तिः नास्ति इति भवति किल. अतः तत्र द्वयोः भिन्न निकषौ इति प्रायः तत्र न्यायादि अपि भवितव्यम् इति वा किल भगिनि? तथा एव. आं महोदय, आं महोदय, अत्र सारांशः इत्युक्ते भगिनि सुपि च इत्यस्य प्रायः न भवेत्. किमर्थं भवेत्, किमर्थम् इत्युक्ते सुपि नास्ति, यकारः सुपि नास्ति, य इति प्रत्ययः यकारः इति नास्ति, क्षम्यतां, य इति प्रत्ययः सुपि नास्ति. अस्तु, स्थानिवत् इति कारणेन सुपि कार्यमपि अत्र भवति, अतः दीर्घ आदेशः भवति, दीर्घ सामाय इति रूपं भवति. अनन्तरम् अत्र स्थानिवद् आदेशो अनल्विदौ इति अतिदेशसूत्रं, यद्यपि तादृशस्वभावः नास्ति किन्तु स्वभावम् आरोपयति खलु. सुपि नास्ति किन्तु सुपि यत् स्वभावः अस्ति, दीर्घत्वम् इति स्वभावम् आरोपयति अधुना. तर्हि अतिदेशसूत्रम् अस्तु. अन्तिमवाक्यं न अवगच्छामि भगिनि. तत्तु अत्र अत्र अस्माकं महोदय उक्तवान् अत्र नास्ति, किन्तु यत् इत्युक्ते यत्र अत्र किम् उक्तम् इत्युक्ते आदेशः स्थानेन तुल्यं भवति, सर्वदा तुल्यं भवति, किन्तु एकस्मिन् सन्दर्भे तुल्यं न भवति. कस्मिन् सन्दर्भे इत्युक्ते स्थाने सम्बन्धस्य, अत्र स्थाने किमस्ति, ये इति एकं पूर्णरूपम् अस्ति, नकारः अस्ति, एकारः अस्ति, न इति शब्दमस्ति, तत्र वर्णद्वयम् अस्ति खलु. ज्ञे इति स्थानि सम्बन्धस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. चिन्तयतु अधुना एकं सूत्रम् अस्ति नकार अपि, अत्र नकारः अस्ति, एकारः अस्ति, ज्ञे इत्यस्मिन् नकारः एकारः अस्ति. किमपि सूत्रम् अस्ति इति चिन्तयतु, नकारादि प्रत्ययानां गुणत्वं भवतु इति चिन्तयतु, गुणत्वं भवतु इति विधि, गुणत्वम् इति विधिसूत्रमस्ति खलु. तादृशसूत्रम् अस्ति चेत् विधिसूत्रम् इति वदामः. अस्तु, किन्तु तत्तु अल्विधि अल्वर्णस्य आश्रयं कृत्वा एव विधिसूत्रम्, एकम् अल्वर्णस्य न इति एकं वर्णस्य एव आश्रयं कृत्वा विधिसूत्रमस्ति. तर्हि एकवर्णस्य आश्रयं कृत्वा विधिसूत्रं किमपि अस्ति चेत् तत् कार्यं न करोति. पूर्णतया ज्ञे इत्यस्य स्थाने पूर्णतया यकारः भवदेश भवतु इति अस्ति, तर्हि एक अल्वर्णस्य कार्यं नास्ति अत्र, पूर्णतया भवति आदेशः. तर्हि अल्वर्णकार्यम् अल्वर्ण स्थानिनः अल्वर्णस्य आश्रयं कृत्वा विधिः नास्ति. दीर्घत्वम् इति अत्र विधिः, सुपीचेति विधिः, एक एव अल्वर्णस्य स्थाने न भवति. अनल् अनल् अनल् स्वीकृति अस्ति, पूर्णतया अस्ति. तर्हि तादृशविधिसूत्रस्य कार्यं भवति यत्र दीर्घादेशः इति विधिः अस्ति, तत्तु सम्भवति. किन्तु एक एव वर्णम् आश्रित्य किमपि कार्यम् आसीत् चेत् तत् न भवति. स्थाने अनेकवर्णाः सन्ति, विधिः एकवर्णस्य निमित्तं कृत्वा अस्ति, तस्मिन् सन्दर्भे स्थाने न तुल्यम् इति न भवति. अनल् विधिः अस्ति चेत्, अल् विधिः अस्ति चेत् न भवति, अनल् विधिः अस्ति चेत् एव भवति. यत् अल् नास्ति तद् अनल् अस्ति. नयन् समासः अस्ति खलु, नयन् समासः अन् अल् अनल्, यत् अल् नास्ति तत् अनल्, अनल् विधिः अस्ति चेदेव कार्यं स्थानिवत् स्वभावः स्वीकरोति. स्थानिवत् आदेशः अनल् विधौ. अल् इति सर्वे वर्णाः इति एव अल् प्रत्याहारः, अल् प्रत्यय, किन्तु सूत्रस्य सारांशः अस्ति एक एव अल् वर्णस्य इति कृत्य इति एव अस्ति. अग्रे प्रायः महोदय तस्मिन् विषये चर्चां करिष्यति. धन्यवादः. अत्र तु पूर्णतया आदेशः अभवत्, विधिसूत्रम् आगत्य कार्यं करोति स्थानिवद्भावेन इति. अद्य राजी भगिनी पठति वा, प्रायः अद्य तूष्णी दातुम् इच्छति वा भगिनी? क्षम्यतां, मया गन्तव्यम् अस्ति, क्षम्यता. अस्तु महोदय, महोदय, धन्यवादः महोदय. हेमा भगिनी अस्ति वा? अस्तु भगिनि, पठामि. प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति. त्रियोगः आम् त्रेस्त्रयः इत्यनेन आमि परे त्रयादेशः, रययोगः आम्. ह्रस्वनध्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः, त्रययोगः नाम्. नामि इत्यनेन अजन्त अङ्गस्य दीर्घादेशो भवति नाम् प्रत्यये परे, तर्हि त्रयायोगः नाम् इति आगच्छति. अत्र वयम् इदानीमेव चर्चितः, तस्य विवरणम् अत्र सम्यक् रूपेण अस्ति. यदि वयं तिसृचतुस्त्रि इति सूत्रे स्त्रियाम् इति पदस्य अर्थनिमित्तकत्वं स्वीकुर्मः चेत् त्रेस्त्रयः इति सूत्रं त्रिचतुर्स्त्रियां त्रिचतुर्सूत्रं प्रति अन्तरङ्गं भवति. किमर्थम् इत्युक्ते तत्र अर्थनिमित्तकत्वं नास्ति. त्रयस्त्रयः सूत्रे अर्थनिमित्तकत्वं किमपि नास्ति. अतः अन्तरङ्गत्वात् त्रयस्त्रयः बलीयः भवति. तर्हि त्रयादेशः आगच्छति, त्रययोगः आम् इति. अस्मिन् सन्दर्भे ह्रस्वनद्यापो नुट् इति सूत्रमागत्य तत्र पूर्वस्थितस्य ह्रस्व अङ्गस्य नुटागमः पुनः आद्यन्तौ टकितौ अनेन कारणेन आम् प्रत्ययस्य पूर्वम् आगच्छति. तर्हि त्रययोगः नाम् इति भवति. इदानीं नामी सूत्रस्य प्रसक्तिः भवति. अजन्त अङ्गस्य दीर्घादेशं भूत्वा त्रयायोगः नाम् इति स्थितिः भवति. अग्रे अपि पठामि वा महोदय? आं भगिनि. अधुना त्रयादेशस्य अनन्तरं त्रयायोगः नाम् इति स्थितौ स्थानिवद्भावेन तिसृ आदेशः. इत्युक्तौ त्रय इति आदेशः त्रिशब्दः इव अस्ति. त्रियोगः नाम् एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत् अन्यवत् न भवति. अनेन त्रय इत्यस्मिन् दीर्घादेशः इति जातः चेदपि त्रय इतिवत् त्रय इव भवति. अनेन त्रयादेशस्य स्थानिवद्भावेन त्रियोगः नाम् इति स्थितिः. इदानीम् अस्माकं स्थितिः अस्ति त्रयायोगः नाम् इति. त्रयायोगः नाम् अस्मिन् प्रसङ्गे स्थानिवद्भावेन तिसृ आदेशः भवति. इत्युक्ते त्रया इति यदा एकवारं दीर्घादेशं भवति नामी कारणेन तत् पुनः न भवति. अतः त्रयादेशस्य स्थाने स्थानिवद्भावेन पूर्वमूलरूपं त्रि इति एव भवति इति. तर्हि त्रियोगः नाम् आगच्छति चेत् इदानीं त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्रस्य प्रसक्तिः भवति. त्रिस्थाने तिसृ इति आदेशः आगच्छति. तस्मात् च त्रिचतुरोस्त्रियां तिसृचतसृ इत्यस्य प्रसक्तिः. तर्हि तिसृयोगः नाम् इति भवति. नामी परे पुनः अजन्त अङ्गस्य दीर्घादेशं भवितुम् अर्हति. तर्हि तिसृणाम् इति भवति स्म, परन्तु न तिसृचतसृ बाधकसूत्रेण तत् न भवति. अतः तिसृयोगः नाम् तिसृणाम् इति एव स्थितिः अस्ति. न तिसृचतसृ सूत्रस्य व्यर्थता निवारिता भवति. अग्रे अपि अग्रिममपि पठितवती वा? अस्तु अस्तु भगिनि. सुब्रह्मण्यम् अस्तु सुब्रह्मण्यं धन्यवादः. क्षम्यतां भगिनि, क्षम्यतां भगिनि, अहं म्यूट् मध्ये आसम् इदानीं पर्यन्तं. परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्, यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति. अतः त्रयायोगः नाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति, नाम एकवारमेव भवति. अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिसृचतसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य च निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. एतत्तु पूर्वमेव वयं दृष्टवन्तः भगिनि यथा पूर्वस्मिन् परिच्छेदे. अत्र पुनः अर्थनिमित्तकत्वं किमर्थं न स्वीकरोमि इति तस्य प्रसङ्गे विवरणमस्ति. यदि वयम् अर्थनिमित्तकत्वं स्वीकुर्मः, प्रथमम् अत्र इदानीं तु वयं दृष्टवन्तः अत्र त्रियोगः नाम त्रियोगः आम् अस्ति प्रथमम्. अनन्तरम् अत्र अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् त्रयस्त्रयः इति प्रथमम् अन्तरङ्गसूत्रं भवति. चतुर्स्त्रियां तिसृचतसृ अपेक्षया तत्कारणात् अत्र त्रय आगच्छति, त्रययोगः आम्. अनन्तरम् अत्र ह्रस्वनद्यापो नुट् आगत्य नुडागमः भवति, इत्युक्ते त्रययोगः नाम्. अनन्तरम् अत्र पुनः नामि त्रिचतुरस्त्रियां तिसृचतसृ इत्यस्य द्वयोः प्रसङ्गः भवति, प्रसङ्गं भवति. तस्मिन् सन्दर्भे अत्र नामि अन्तरङ्गं भूत्वा अर्थनिमित्तकत्वेन तस्य प्रसक्तिः, तत्कारणात् अत्र त्रयायोगः नाम भवति. इदानीम् अत्र स्थानिवद्भावेन अनल्विधौ स्थानिवत् आदेशो अनल्विधौ, अनन्तरम् एकदेशविकृतम् अनन्यवत् परिभाषया अत्र पुनः त्रया इत्यस्य स्थाने त्रि एव वयं द्रक्ष्यामः. तत्कारणात् अत्र त्रिचतुरस्त्रियां तिसृचतसृ इत्यस्य प्रसक्तिः, तत्कारणात् अत्र इदानीं तिसृयोगः नाम भवति. तस्मिन् सन्दर्भे पुनः अत्र नामि इत्यस्य प्रसङ्गः प्रायः भवति, परन्तु अत्र लक्ष्ये लक्षणन्यायेन इति यः नियमः अस्ति तत् सूचयति एकस्मिन् लक्ष्ये एकं सूत्रम् एकवारमेव भवति, द्विवारं वा बहुवारं वा न भवति. तत्कारणात् प्रथमं नामि वयम् उपयोगं कृतवन्तः, पुनः तस्य प्रसङ्गः न भवति. यदि तस्य प्रसङ्गः न भवति तर्हि न तिसृचतसृ इत्यस्य प्रसङ्गम् अपि न भवति. तत्कारणात् तत्सूत्रं निरर्थकं भवति. तस्य निवारणार्थमेव वयम् अर्थनिमित्तकत्वं न स्वीकुर्मः इति अत्र दत्तमस्ति. धन्यवादः महोदय. मीना भगिनी, भगिनी पूर्वम् उक्त भगिनी पृष्टवती खलु अल् इति एव अस्ति अत्र, कति अल् वर्णः इति न उक्तमस्ति इति पृष्टवती खलु, एकवर्णः इति अल् इति यत्र यत्र कुत्रचित् प्रत्याहारः पाणिनिना उच्यते चेत् तत्र तु एकः एव प्रत्याहारे प्रत्याहारेषु स्थितस्य एक एव वर्णः इति एव तत्र सारांशः भवति. यत्र अनेके अल्वर्णाः इति सन्ति चेत् नो चेत् पाणिनिः वदति अनल् इति वदति, नो चेत् अनेक अल् इति वदति इति स्पष्टतया वदति. अल् इत्युक्ते एक एव वर्णः, वर्णः अच् इत्युक्ते अच् प्रत्याहारेषु एकः एव वर्णः इत्येव, प्रत्याहारे एकः एव वर्णः इत्येव. इदम् अनल् वर्णः अनल् ओके साधारणतया अनेक अल् वर्णः अनेकाशत् सर्वस्य इति अनेक अल् वर्णः इति केचन सन्दर्भेषु वदति केचन सन्दर्भेषु अनल् इति वदति अनेकान् अनल् द्वयोः समानं धन्यवादः भगिनि. एकनिमिषं भगिनि स्थानं पश्यामि. अत्र स्त्री अर्थः इत्युच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते, अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्त्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठं, स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते, विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठं, गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते, इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते. अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते, किन्तु निमित्तानाम् उपादेन निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः, अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्रहणानि, इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. स्पष्टतया न अवगच्छामि. सारांशम् अस्ति लिङ्गम् इति अर्थः एव इति. भगिनि अत्र मह्यमपि तावत् स्पष्टं नास्ति. अत्र लिङ्गम् अर्थनिष्ठम् इति अस्ति किल भगिनि, तत्र अर्थनिष्ठम् इत्युक्ते सामान्यतया पुल्लिङ्गः वदामः, तदनन्तरं स्त्रीलिङ्गम् इति विशेषरूपेण वदामः इति गुणः वा इति कृत्वा गुणः. आं भगिनि, स्त्रीत्वम् इति गुणः, स्त्रीत्वम् इति गुणः, गुणः यस्मिन् अस्ति तस्य स्त्री इति अस्ति खलु, तर्हि गुण स्त्रीत्वम् इति गुणः वर्तते. अत्र किमर्थमस्ति चेत् लिङ्गम् अर्थनिष्ठं, यत्र पुल्लिङ्गः इति वदामि चेत् वक्तुं शक्नुमः पुल्लिङ्गः इत्युक्ते किं, पुल्लिङ्गः इत्युक्ते एकः अर्थस्य अर्थः भवति खलु, यत्र अच्छि अचि अस्ति अच् इति अस्ति तस्य अर्थः भवति वा न भवति, वलि अचि तेषाम् अर्थः तु न भवति, किन्तु यत्र स्त्रियाम् इति अस्ति तस्य तु शब्दस्य अर्थः भवति, एकः अर्थः भवति एव. अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गत्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठं, तत् तस्य किमपि अर्थः अस्ति, वयं कोर्लेट् कर्तुं शक्नुमः स्त्रियाम् इत्युक्ते स्त्रीलिङ्गत्वं यस्मिन् अस्ति यस्याम् अस्ति तदेव तत्र सूचितम् इति अर्थं वदन्तुं शक्नुमः. तर्हि लिङ्ग अर्थनिष्ठम् इत्युक्ते तदपि अर्थमेव वा, अर्थम् आश्रित्य इति वा, अर्थनिष्ठम् इत्युक्ते स्त्री इति अर्थशब्दः अस्ति, स्त्रीत्वम् अर्थनिष्ठत्वमस्ति खलु, तस्मिन् अर्थः अस्ति, स्त्रीत्वम् इति गुणः अस्ति, यत्र त्वम् इति स्वप्रत्ययः योजयामः चेत् गुणः भवति, तर्हि सुन्दरत्वं सुन्दरता सुन्दरत्वम् इति वदामः तथा वर्ते भवति, अनेन शब्दः विशिष्यते, यत्र वयं सुन्दरत्वं कस्यां भवति इति वदामः चेत् एतस्याम् अस्ति इति वदामि चेत् तर्हि तादृशस्त्री यस्मिन् सौन्दर्यम् अस्ति इति अवगन्तुं शक्नुमः, तर्हि तद् सुन्दरी स्त्री इति भिन्नरूपेण वक्तुं शक्नुमः खलु. सुन्दरी बालिका इति, तर्हि तत्तु बालिका इति शब्दं विशिष्यते तथा एव स्त्री इति शब्दः अपि विशिष्यते, शब्दम् एकम् अन्यत् शब्दं विशिष्यते. विशेषयति इत्यस्मात् स्त्रीत्वमपि अर्थनिश्चय यत्र विशेषयति किमपि किमपि तस्य पुनः अग्रे किमपि तस्य विशेषं वर्धयति खलु, तर्हि किमपि अर्थं तस्य भवेत्, नो चेत् गुणः कुतः आगतः खलु, उन्नतः बालकः स्वः शिशुः इति वदामः चेत् तस्य तु अर्थम् अपि भवति खलु, विशेषयति तस्य एकं भिन्न अर्थं भवति, बालकं सूचयति इति सत्यं किन्तु विशेषयति इति एव अस्ति खलु, तर्हि तस्य तु अर्थः भवति. गुणः साक्षात् निमित्ततया कथनं न सङ्गते, यदि वयं गुणम् एव वयं स्वीकरोमि चेत् सुन्दरी इति स्वीकरोमि चेत् यत्र सुन्दरी बालिका एका बालिका अस्ति तस्यैव सुन्दरी इति इत्यपि ग्रहीतुं शक्नुमः खलु, बाहि बालिका इति योजयित्वा एव केवलं सुन्दरी इति तस्य साक्षात् किमपि न भवति खलु, तस्य प्राधान्यता न भवति, तर्हि निमित्ततया कथनं न सङ्गच्छति, तत् साक्षात् निमित्तम् इति न वयं न स्वीकर्तुं शक्नुमः, किन्तु स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, यत्र स्त्री यस्मिन् स्त्रीत्वमस्ति तद् व्यक्तिमेव वयं स्वीकर्तुं, बालिका अस्ति तर्हि सुन्दरी बालिका अस्ति तर्हि बालिकामेव वयं गृह्णामः खलु, तस्य एव प्राधान्यता भवति, तथा एव स्त्रीत्वविशिष्टव्यक्तिः यत् अस्ति तदेव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेषतया निमित्तयति, विशेषमिति रूपेण तत् न स्वीकर्तुं न शक्नुमः, किमर्थम् इत्युक्ते अर्थः विशेषणस्वरूपः अस्ति, विशेषणस्य स्वरूपमस्ति अर्थस्य, तर्हि तत् विशेषतया न स्वीकर्तुं शक्नुमः, किन्तु विशेषणतया स्वीकर्तुं शक्नुमः, विशेषं गृह्य परिगृह्य अनन्तरं विशेषणरूपेण अपि स्वीकर्तुं शक्नुमः, बालिका तु अस्ति किन्तु सुन्दरी बालिका अस्ति इति स्वीकर्तुं शक्नुमः. यदि सुन्दरी बालिका अस्ति तत्र सुन्दरी विशेषणं भवति, बालिका तु विशेष्यं भवति, तर्हि विशेष्यतया निमित्ततया न गृह्यते, विशेष सुन्दरी इति शब्दम् एव विशेष्यम् इति न स्वीकर्तुं शक्नुमः खलु, तत्तु विशेषणमस्ति, तत्तु विशेषणं स्त्री इति तथा एव स्त्री इति विशेषणमस्ति, तत्तु विशेष्यस्य स्थाने विशेषणं वयं न स्वीकर्तुं शक्नुमः, कस्यापि विशेषस्य आवश्यकता वर्तते तदेव निमित्तं भवितुमर्हति, विशेषणं कदापि पूर्णतया साक्षात् स्वयं निमित्तं न भवितुमर्हति, विशेषस्य विशेषणेन सह एव भवितुमर्हति खलु, गृह्णातुं शक्नुमः. तर्हि विशेष्यतया निमित्ततया न गृह्यते इत्युक्ते विशेष तत् विशेषणम् अर्थः इति विशेषणम् इति अवगच्छामः, तर्हि तत्तु विशेष्यनिमित्तं विशेष्यभागः इति न स्वीकर्तुं शक्नुमः, निमित्तस्य विशेषणभागः अस्ति, विशेष्यभागः अस्ति, विशेषणभागः अस्ति, यत् विशेषणमस्ति तत् वयं विशेष्यम् इति स्वीकृत्य न स्वीकर्तुं शक्नुमः, सर्वदा विशेषणं स्वयं न तिष्ठति खलु, विशेषस्य विशेष्येन सह एव तिष्ठति, तर्हि विशेषेण सह स्वीकर्तुं शक्नुमः, किन्तु साक्षात् यत् यथा वयं विशेषं स्वीकुर्मः तथा वयं विशेषणमपि साक्षात् किं स्टाण्ड् अलोन् इति रूपेण न स्वीकर्तुं शक्नुमः. It doesn't have its own independent identity, right? Only with the visheshyam eva, it goes with the visheshyam. Independently, so it doesn't have an identity. So what is to be taken there? Always visheshyam. Visheshyam eva pradhanam. Always visheshyam should be taken, right? But not visheshyam. Visheshyam cannot be considered as a visheshyam. Independent identity. Okay. अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते, दट् डजन्ट् मीन् जस्ट् बिकास् वि टेक् विशेष्यं डजन्ट् मीन् वि शुड् वि शुड् इग्नोर् विशेषणम् इट् हेस् टु बि टेकन् अलाङ्ग् वित् विशेषम् इति अस्ति. किन्तु निमित्तानाम् उपाधाने इत्युक्ते यत्र वयं तादृश चर्चां कुर्मः निमित्तानां ग्रहणे विशेषतया गुणः न ग्राह्याः. गुणः वयं विशेषरूपेण न स्वीकुर्मः, विशेषणरूपेण एव स्वीकर्तुं शक्नुमः. यथा सुन्दरी अस्ति, उन्नतः अस्ति, तत्तु विशेषणम् अस्ति, विशेषरूपेण न स्वीकर्तुं शक्नुमः. अपि च विशेषतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्यानि. विशेषाणाम् एव ग्रहणं भवति, विशेषणस्य ग्रहणं साक्षात् स्वयं न भवति. किञ्च गुणस्य आश्रयः स एव निमित्ततया गृह. तर्हि गुणः अस्ति, गुण एकं सुन्दरी सौन्दर्यम् इति एकं गुणम् अस्ति, सुन्दरत्वम् इति. तादृशगुणं बालिकायाम् अस्ति, तर्हि गुणस्य आश्रयः अस्ति बालिका इति. सौन्दर्यम् इति गुणस्य आश्रयः बालिका इति अस्ति, तर्हि तादृश आश्रयः बालिका सा सः एव निमित्ततया गृह्यते. निमित्तम् इति वदामः चेत् तादृशबालिकामेव वयं स्वीकुर्मः, विशेष्यमेव विशेष्यमेव स्वीकुर्मः. अत्र उपादाने इत्युक्ते उपादाने इति जानामि. उपादान इति अत्र उक्तमस्ति, यत्र वयम् अब्स्ट्राक्षन् भवति आर् युनो एन्यूमरेशन् अप्लिकेशन् भवति, तादृश उपादानम् इति अप्लिकेशन् तादृशसन्दर्भे इति अत्र पुनः महोदयतं निमित्तानां ग्रहणे इति उपादाने इति सतिसप्तमी अस्ति खलु. निमित्तानां ग्रहणे विषयसप्तमी अस्ति खलु. अस्तु अग्रे पठति वा. तर्हि अग्रे प्रकृतविषये स्योनशब्दप्रसङ्गे कैयटस्य प्राचीनानां मतं यत् यथा अर्थनिमित्तकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तं. नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं, गुणानां प्राधान्यं न. अर्थः न आश्रियते, शब्दः एव निमित्ततया आश्रियते. अतः स्त्रियाम् इति कथने अपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम् इति. अत्र कैयटस्य अपि च नागेशस्य भिन्नमतं प्रदर्शयन्ति. तत्र कैयटः वदति अर्थनिमित्तकत्वं वा संज्ञानिमित्तकत्वं वा वयं स्वीकर्तुं शक्नुमः इति. परन्तु नागेशस्य मतं तादृशं न. सः तु वदति स्त्रीत्वं शब्दः एव नास्ति इति. व्याकरणशास्त्रे तु शब्दस्य एव प्रामुख्यं भवति, गुणानां वा अर्थस्य वा संज्ञायाः वा न भवति इति. अतः संज्ञा अपि निमित्तं नास्ति इति सारांशः. तर्हि ततः परं नागेशस्य मतं, भाष्यकारस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तदन्तरङ्गं, तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तदन्तरङ्गं, तदन्तर्भूतञ्च बहुविधम्. सः शब्दम् एव प्राधान्यम् इति वयं दृष्टवन्तः. अतः तत् समुदाये यत् शब्दरूपनिमित्तानि अन्तर्भूतानि भवन्ति तद् अन्तरङ्गं, यदि ते बहिः भवन्ति चेत् तद् बहिरङ्गम् इति अस्ति. अन्तर्भूते बहवः विधाः सन्ति इति अस्ति. धन्यवादः. एतदाधारेण उपरि शिवयोगः न इति स्थितौ संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्. अग्रे नागेशः वदति यत् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा छ्वोः षूडनुनासिके च नित्यशास्त्रं, यतोहि तस्य शिवयोगः न इति स्थितौ अपि प्रसक्तिः. पुगन्तलघुपथस्य च इत्यनेन गुणं कृत्वापि सेव् योगः न इति स्थितौ अपि छ्वोः षूडनुनासिके च इत्यस्य प्रसक्तिः. किन्तु प्रथमं छ्वोः षूडनुनासिके च भवति चेत् तदनन्तरं पुगन्तलघुपथस्य च भवति न वा इति अग्रे द्रष्टव्यम्. इतःपर्यन्तं वयं दृष्टवन्तः अत्र यदा वयम् अन्तरङ्गम् इति वदामः, अन्तरङ्गं वा बहिरङ्गं वा, तस्मिन् समये वयं शब्दः एव निमित्तरूपेण स्वीकुर्मः, न तु अर्थः वा गुणः वा संज्ञा वा. तत्कारणात् अत्र इदानीं यदि वयं शिवयोगः न इति परिशीलयामः, अत्र छ्वोः षूडनुनासिके च पुगन्तलघुपथस्य च द्वयोः मध्ये यः सङ्घर्षः भवति, अत्र छ्वोः षूडनुनासिके च इति नित्यसूत्रं भवति. किमर्थं चेत् अत्र नित्यमित्युक्ते अत्र नित्यः इत्युक्ते कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति अस्ति. अत्र प्रथमं यदि पुगन्तलघुपथस्य च इति सूत्रं कार्यं करोति शिवयोगः न इति स्थितौ, अत्र सेवयोगः न भूत्वा पुनः छ्वोः षूडनुनासिके च इत्यस्य प्रसक्तिः आगच्छति. तत्कारणात् अत्र छ्वोः षूडनुनासिके च इति नित्यशास्त्रं भवति इति, तत्कारणात् तस्य एव प्रसक्तिः इदानीं कुर्मः. परन्तु अन्यप्रश्नः अस्ति, यदि वयं छ्वोः षूडनुनासिके च इति सूत्रं नयामः तदनन्तरं पुगन्तलघुपथस्य च इत्यस्य प्रसक्तिः अस्ति वा न इति तस्य अपि परिशीलनं करिष्यामः अग्रे इति दत्तमस्ति अत्र. धन्यवादः महोदय. अत्र मम प्रश्नः अस्ति, किमर्थं पुगन्तलघुपथस्य चेति पुनः किमर्थं नास्ति इति मम प्रश्नः अस्ति. प्रायः अग्रे पश्यामः. वयं मीना भगिनी पूर्वमपि चर्चितवन्तः भगिनी, सुब्रह्मण्यं महोदय एवमेव प्रश्नं पृष्टवान्, पुगन्तलघुपदस्य सूत्रे निमित्तानि तु सन्ति पञ्चनिमित्तानि, तत्र हलन्तम् इति किमपि नास्ति, तर्हि सिवु यदा भवति श्वोः अषूडननासिके सूत्रस्य अनन्तरं यदा सिवु भवति तत्रापि उपधायाम् इकारः अस्ति किल? तस्मिन् प्रसङ्गे अपि पुगन्तलघुपदस्य तस्य प्रसक्तिः अस्ति, परन्तु महोदयः अन्ते तु एवमेव अस्ति, पुगन्तलघुपदस्य न भवति इति उक्तवान्. प्रायः श्वः महोदयं पुनः सद्यः सुब्रह्मण्यं महोदयः अपि पृष्टवान् खलु. अत्र इको एणचि पुगन्तलघुपदस्य च द्वयोः मध्ये किञ्चित् सङ्घर्षः भवति भगिनी, अत्र अग्रे दत्तमस्ति. अत्र प्रायः इको अत्र श्वोः षूडनुनासिके पुगन्तलघुपदस्य द्वयोर्मध्ये अपि नित्यत्वं पश्यामः चेत् श्वोः षूडनुनासिके तस्य कार्यस्य अनन्तरमपि पुगन्तलघुपदस्य च तस्य प्रसक्तिः अस्ति किल? अस्ति. तस्मिन् सन्दर्भे अत्र अग्रे दत्तमस्ति भगिनि, तस्मिन् सन्दर्भे अत्र किं भवति इत्युक्ते इको एणचि पुगन्तलघुपदस्य च द्वयोः प्रसक्तिः अस्ति. अस्तु अस्तु भगिनि, इदानीम् इको एणचि पुगन्तलघुपदस्य च प्रसक्ति आगत्य अत्र इको एणचि इति अन्तरङ्गसूत्रं भवति, तत्कारणात् तस्य बलं भूत्वा तस्य कार्यं भवति. परन्तु अत्र मम प्रश्नः अस्ति, किमर्थमत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः न भवति अत्र? इदानीं यदा वयं किमर्थम् इत्युक्ते इकः एव गुणः भवति खलु, अत्रापि चेदपि समानकार्यं भवति, समानकार्यं न भगिनि. तदनन्तरं सार्वधातुक अर्धधातुकयोः कार्यं करोति किल, तथैव स्योन इति भवति. सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं भवितुम् अर्हति खलु? आम्, अयं प्रश्नः एव अखिला भगिनी एव पृच्छति. तदा महोदयेन उक्तवान् अग्रे आयाति, तस्यापि कार्यम् अस्ति इति उक्तवान्. परन्तु अस्मिन् स्थितौ क्षम्यतां भगिनि, शान्तः अस्मि. अस्तु अस्तु, शान्तः अस्ति एव समयः. श्वोः शूड् अनुनासिके इत्यनेन अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः, तर्हि सिवुयोगः न इति भवति. इदानीम् इको एणचि पुगन्तलघुपदस्य इत्यनयोः द्वयोः प्रसक्तिरस्ति. अत्र युगपत् द्वयोः सूत्रयोः प्रसक्तिः इको एणचि च पुगन्तलघुपदस्य च. इको एणचि इत्यनेन इकारस्य स्थाने यकारादेशः, पुगन्तलघुपदस्य इत्यनेन उपदागुणः नाम इकारस्य स्थाने एकारादेशः. इमे द्वे सूत्रे एकत्र प्राप्ते अपि च अन्यत्र अन्यत्र लब्धावकाशे, अतः तयोः तुल्यबलविरोधः. तस्मात् विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तत्वात् पुगन्तलघुपदस्य च परत्वात् बलवत्, अपि च वारणात् अङ्गं बलीयः इति परिभाषया तस्य बलम्. अस्मिन् प्रसङ्गे श्वोः षूडनुनासिके पुगन्तलघुपदस्य वयं दृष्टवन्तः. तत्र श्वोः षूडनुनासिके नित्यसूत्रमस्ति. श्वोः षूडनुनासिके कार्यस्य अनन्तरं सिवुयोगः न इति स्थितिः भवति ऊटादेशस्य कारणेन. अस्मिन् प्रसङ्गे इको एणचि पुगन्तलघुपदस्य द्वयोरपि प्रसक्तिः भवति. इदानीं द्वयोरपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति. एकत्र अपि प्राप्तिः अस्ति, अतः विप्रतिषेधे परं कार्यम् इति सङ्घर्षः भूत्वा तत्र परसूत्रं पुगन्तलघुपदस्य इति अस्ति, तस्य कार्यं बलवत्. अपि च परिभाषा अपि अस्ति वारणात् अङ्गं बलीयः इति. तस्मात् पुगन्तलघुपदस्य इति सूत्रं मुख्यत्वं प्राप्नोति इति. अग्रे अपि वा भगिनी, नो चेत् भगिनी. ओ क्षम्यताम्, आं भगिनी अग्रे पठतु. सिवुयोगः न इति स्थितौ इको एणचि इत्यस्मिन् उकारः निमित्तं, पुगन्तलघुपदस्य च इत्यस्मिन् न इति आर्धधातुकप्रत्ययः निमित्तं, नाम गुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः, यण् आदेशस्य निमित्तम् उकारः एव. स च उकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः, न च अत्र सि वु समुदाय अपेक्षया बहिर्भूतः. इको एणचि इति शास्त्रस्य निमित्तं पुगन्तलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको एणचि अन्तरङ्गशास्त्रम्, अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम्. पूर्वपरनित्यान्तराङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया इको एणचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अस्तित्वमेव नास्ति. इदानीम् इको एणचि सूत्रे सिवुयोगः न अत्र उकार एव पर्यन्तं निमित्तानि सन्ति. इत्युक्ते इकः स्थाने यण् आदेशः, इकारस्य स्थाने यण् आदेशः भवति यदा अचि परे अस्ति चेत्. उकारः अस्ति, तत्पूर्वम् इकारः अस्ति, तर्हि निमित्तानि उ पर्यन्तम् अस्ति. परन्तु पुगन्तलघुपदस्य सूत्रे तु निमित्तानि न पर्यन्तम् अस्ति, इत्युक्ते आर्धधातुकप्रत्ययः निमित्तम् इति. तर्हि सि योगः उ योगः न इति न पर्यन्तं पुगन्तलघुपदस्य, तस्य अन्तर्भूतः अस्ति उ पर्यन्तम् इति इकोयणचि सूत्रस्य निमित्तानि. तर्हि इकोयणचि अन्तर्भू निमित्तानि अन्तर्भूतत्वम् इति कारणेन तदन्तरङ्गं भवति पुगन्तलघुपदस्य च सूत्रं प्रति. तर्हि इकोयणचि सूत्रं बलियत् भवति, अपि च परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. इकोयणचि सूत्रमेव प्राधान्यं भवति, अपि च पुगन्तलघुपदस्य तस्य असिद्धत्वं भवति वा अस्तित्वमेव नास्ति इति अस्ति. धन्यवादः भगिनी. अत्र भगिनी, यदि वयं सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः अपि नयामः, तर्हि यथा पुगन्तलघुपदस्य च इति बहिरङ्गसूत्रं भवति, तथा सार्वधातुक आर्धधातुकयोः अपि बहिरङ्गसूत्रं भवितुं भवति खलु. तत्कारणात् प्रायः तस्य प्रसक्तिः इदानीं पर्यन्तं नास्ति. इकोयणचि पुगन्तलघुपदस्य च सार्वधातुक अर्धधातुकयोः त्रयाणां त्रिषु मध्ये इकोयणचि एव बलवद् भवति इति अहं चिन्तयामि. तत्कारणात् सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः इदानीमेव आगच्छति. इदानीं पर्यन्तं नास्ति, परन्तु अग्रे आगच्छति इति. अत्र सिबु योगः न इकोयणचि भूत्वा अत्र अत्र इकारस्य स्थाने यन् आदेशः, इक् स्थाने यन् इत्युक्ते यकारः, यु योगः न. इदानीं सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः, अत्र उकारस्य गुणः भूत्वा ओकारः भवति, योन इति शब्दः निष्पन्नः. अत्र पूर्वोपस्थितनिमित्तिकत्वम् इति उच्यते, यथा अत्र इकोयणचि पुगन्तलघुपथस्य च द्वयोर्मध्ये यः सङ्घर्षः भवति, अत्र अन्तरङ्गं यः वदामः तत् पूर्वोपस्थितनिमित्तिकत्वम् इति वदामः. नाम लघुपथगुणस्य निमित्तापेक्षया यणादेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. अत्र लघुपथगुणस्य निमित्तं न प्रत्ययः, तदपेक्षया ऊकारः पूर्वः, सि उ न. सि उ इति पर्याप्तं भवति यणादेशस्य कृते, किन्तु सि उ न अपेक्षते लघुपथगुणं प्रति. अतः पुगन्तलघुपथस्य च इति शास्त्रनिमित्तापेक्षया यणादेशशास्त्रस्य निमित्तं पूर्वम् उपस्थितम्, अनेन पूर्वोपस्थितनिमित्तिकत्वम्. अत्र सि उ न शब्दाः निमित्ताः. अत्र इकोयणचि प्रसङ्गे सि उ एव निमित्तौ, परन्तु पुगन्तलघुपथस्य इत्यस्य प्रसङ्गे सि उ न निमित्ताः भवन्ति. तत्कारणात् पुगन्तलघुपथस्य च निमित्तानि इकोयणचि इत्यस्य निमित्त अपेक्षया बहिरङ्गं भवति. तत्कारणात् अत्र पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गसूत्रं भूत्वा तस्य कार्यं न भवति, तदेव अत्र पूर्व उपस्थितनिमित्तिकत्वमिति वदामः. यः निमित्तं यः निमित्तौ यनादेशस्य कृते स्तः तत् पूर्वोपस्थितनिमित्तकत्वम् अधुना पुनः अवलोकनीयं यत् शिवयोगः न इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः छोः षूडनुनासिके च पुगन्तलघूपथस्य च अधुना एवं ज्ञातं यत् शिवूयोगः न इको अणचि पुगन्तलघूपथस्य च इत्यनयोः मध्ये इको अणचि इति अन्तरङ्गशास्त्रं यस्मात् पुगन्तलघूपथस्य च इति शास्त्रम् असिद्धम् अनेन ज्ञायते यत् शिवयोगः न इति स्थितौ पुगन्तलघूपथस्य च नित्यं नास्ति यतोहि छ्वोः षूडनुनासिके च इत्यनेन शिवूयोगः न इति भवति चेत् तदानीं पुगन्तलघूपथस्य इत्यस्य प्राप्तिः नास्ति तस्मात् उच्यते यत् शिवयोगः न इति स्थितौ नित्यत्वात् छ्वोः षूडनुनासिके च इत्यस्य प्राप्तिः अत्र वयं पूर्वं अस्माकं प्रश्नः आसीत् छ्वोः षूडनुनासिके च पुगन्तलघूपथस्य च द्वयोर्मध्ये किमर्थं छ्वोः षूडनुनासिके च एव नित्यशास्त्रमस्ति पुगन्तलघूपथस्य च नित्यशास्त्रं किमर्थं नास्ति इति अत्र प्रथमं यदि अत्र छ्वोः षूडनुनासिके च इति प्रथमं कार्यं करोति नित्यशास्त्रं भूत्वा अनन्तरम् अत्र इको एनचि आगत्य कार्यं करोति इको एनचि पुगन्तलघूपदस्य द्वयोर्मध्येः अत्र इको एनचि इति अन्तरङ्गशास्त्रमस्ति तत्कारणात् तस्य कार्यं भवति तदनन्तरं अत्र पुगन्तलघूपदस्य च तस्य कार्यं भवति एव न तत्कारणात् अत्र पुगन्तलघूपदस्य च इति नित्यं न भवति एव शिवयोगः न इति स्थितौ तत्कारणात् तस्य प्राप्तिः न भवति इति छ्वोः षूडन्नासिके च इत्यस्य एव प्राप्तिः भवति इति अत्र विवरणमस्ति अत्र भगिनि भगिनि पुष्पभगिनी आसीत् वा नाम एव न उक्तवती अस्मि आम् शिवयोगः न इति चेत् पुगन्तलघूपथस्य कार्यं करोति न कुत्रापि न भवति इति स्थितिः भवति भगिनि इत्युक्ते न भवति सोपानद्वयम् अस्ति खलु प्रथमसोपानमस्ति शिवयोगः न द्वितीयसोपानमस्ति शिवयोगः न द्वयोः सूत्रयोः सूत्रयोः अपि कार्यं न करोति सुगन्तलघुपथस्य च प्रथमं किमर्थं कार्यं प्रथमसोपाने द्वितीयसूत्रं नास्ति इत्यस्मात् न कार्यं करोतु द्वितीयसोपाने बहिरङ्गम् इत्यस्मात् कार्यं न करोतु अस्तु तर्हि विरमाम बहु धन्यवादः शुभरात्रिः ममापि धन्यवादः अस्तु भगिनि.